नमः सर्वेभ्यः अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। इदानीम् अद्य नूतनविषयः अस्ति दिवादिगणः इति। तु अयं गणः तु द्वितीयः गणः, अदन्ताङ्गेषु दिवादिगणः द्वितीयगणः अस्ति। अत्र विकरणप्रत्ययः कः अस्ति दिवादिगणे? हा, ष्यन् इति विकरणप्रत्ययः अस्ति। तर्हि ष्यन् इति प्रत्ययस्य योजनानन्तरम् अङ्गं कीदृशम्? अकारान्ताङ्गम्। हा, ह्रस्वकारान्ताङ्गम् अस्ति, अतः अदन्तम् अङ्गम्। अदन्ताङ्गेषु अन्यतमः गणः अस्ति दिवादिगणः। तर्हि अत्र पूर्वतनगणे द्वादिगणे यद्यद् अधीतं विशिष्टसूत्राणि विहाय यत्किमपि अधीतं तेषां सर्वेषां प्रसक्तिः दिवादिगणे अपि अस्ति। परन्तु भेदः कः इत्युक्ते अत्र साम्यं कुत्र कुत्र अस्ति? साम्यं दिवादिगणे भुवादिगणे साम्यं कुत्र अस्ति? अजन्तङ्गम्, अदन्तमङ्गम्, अनन्तरं सिद्धतिङ्प्रत्ययः समानः। हा, सिद्धप्रत्ययः सिद्धतिङ्प्रत्ययः समानाः अदन्ताङ्गानाम्। अनन्तरं षित् अस्ति। हा, ष्यन् प्रत्ययः षित् अस्ति। अतः हा, बहु उत्तमं, सार्वधातुकप्रत्ययः अस्ति। ष्यन् प्रत्ययः अपि सार्वधातुकप्रत्ययः अस्ति। तर्हि भेदः अपि, हा, बहु उत्तमं भगिनि। तर्हि साम्यं ष्यन् प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति इति उक्तं, सर्वं समीचीनं। तर्हि सार्वधातुकत्वात् किं भवितुम् अर्हति? इगन्तमङ्गम् अस्ति चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः सम्भवति। अनन्तरम् इगुपद अङ्गम् अस्ति चेत् पुगन्तलघुपदस्य च इत्यपि सम्भवति। सत्यं, तर्हि ष्यन् इति प्रत्ययं निमित्तीकृत्य अङ्गकार्यं सम्भवति। परन्तु सूर्यकुमारी भगिनी वदतु, तत्र किम् उक्तवती? भेदः कुत्र इति चेत् ष्यन् प्रत्ययः यद्यपि सार्वधातुकप्रत्ययः षित्वात् परन्तु अपित् अस्ति। अपित् अस्ति चेत् किं भवति तत्र? नित्ति भवति, नित्वत् भवति। केन सूत्रेण नित्वत् भवति? सार्वधातुकम् अपित् सार्वधातुकम् अपित् इति सूत्रेण अधिदेशः क्रियते। हा, समीचीनं। तर्हि सार्वधातुकम् अपित् इति सूत्रेण अतिदेशः क्रियते, येन प्रत्ययः निद्वद् भवति। तत्पश्चात् किनिति च इति सूत्रेण गुणनिषेधः अपि भवति। कित् नित् प्रत्ययः अस्ति चेत् अङ्गस्य गुणवृद्धिनिषेधः इति। तत्र महान् वेदः, तदेव स एव महान् वेदः अस्ति। गुणनिषेधः इति एकः विषयः अस्ति षन् प्रत्ययमाश्रित्य। अन्यत्र वयं पश्यामः चेत् तिङ्प्रत्ययाः समानाः, अनन्तरं सार्वधातुकप्रत्ययः, प्रक्रिया सार्वधातुकप्रक्रिया, सर्वं तत्र साम्यम् अस्ति। भेदः कुत्र इति चेत् एकं तु गुणनिषेधः, अनन्तरम् अपित् प्रत्ययः अस्ति चेत् यद्वयं जानीमः तत्तु एकमेव गुणनिषेधः इति। परन्तु अपित् प्रत्ययः अस्ति चेत् अन्यानि अपि कार्याणि भवन्ति। यत्र यत्र प्रत्ययः नित् अस्ति अथवा कित् अस्ति, कित् नित् प्रत्ययः अस्ति चेत् त्रीणि कार्याणि प्राधान्येन भवन्ति। एकं तु गुणनिषेधः, वृद्धिनिषेधः, गुणवृद्धिनिषेधः, गुणनिषेधः इति एकं। द्वितीयं सम्प्रसारणम् इति एकं कार्यमस्ति। सम्प्रसारणं, सम्प्रसारणम् इति तत्र भुवादिगणे अपि किञ्चित् दृष्टमासीत्। सम्प्रसारणम् इत्युक्ते, सम्प्रसारणमित्युक्ते किम्? वस्तुतः इक स्थाने यणादेशः भवति, अत्र विपरीतमस्ति। यणः स्थाने इकादेशः, परन्तु भेदः कः इति चेत् इकोयनचि इति वर्णनिमित्तिककार्यम्, वर्णम् आश्रित्य प्रवर्तते, अत्र तु अङ्गकार्यम् अस्ति, सम्प्रसारणम् इति कार्यम् अङ्गकार्यमस्ति. यणः स्थाने इकादेशः अङ्गकार्यमस्ति. किमर्थम् अङ्गकार्यम् इति चेत् नित् प्रत्ययम् आश्रित्य भवति, कित् नित् प्रत्ययम् आश्रित्य भवति इति कृत्वा अङ्गकार्यमस्ति. तर्हि द्वितीयं कार्यमस्ति सम्प्रसारणं, गुणनिषेधः, सम्प्रसारणम्. सम्प्रसारणार्थं सुविशिष्टसूत्रमस्ति, तदपि अस्मिन् करपत्रे पठामः. तृतीयं कार्यमस्ति धातुः अनिदित्. धातुः अनिदित् अस्ति चेत् अनिदित् इत्युक्ते, इदित् इत्युक्ते किम्? ह्रस्व इकारः कुत्र भवेत्? औपदेशिकधातौ अन्ते भवेत्. धातोः अन्ते ह्रस्व इकारः इत्संज्ञकः अस्ति चेत् धातुः इदित्. अनिदित् इत्युक्ते किम्? इदित् नास्ति, ह्रस्वैकारस्य इत्संज्ञा नास्ति धातोः अन्ते, ह्रस्वैकारस्य इत्संज्ञा नास्ति चेत् अनिदित् धातुः. तादृश अनिदित् धातुः हलन्तः अपि भवेत्. हलन्तः इति यद् हलन्तः इति वदामः चेत् हलन्तधातुः इत्युक्ते इत्संज्ञकवर्णानां लोपानन्तरं हलन्तधातुः भवेत्. हलन्तधातौ उपदायां नकारः अस्ति चेत् तस्य लोपः भवति, उपदायां नकारस्य लोपः भवति एकेन सूत्रेण. तदेव अनिदितां धातूनाम् उपदायां नकारस्य लोपः, उपदायाः नकारस्य लोपः इति तृतीयं कार्यम् इति. सामान्यतया त्रीणि कार्याणि वयं द्रष्टुं शक्नुमः. यत्र प्रत्ययः अपित् अथवा निद् निद्वत् अस्ति अथवा कित्, न केवलम् अत्र अस्माकं सार्वधातुकप्रक्रियायां निद्वत् इत्यस्य चिन्तनं भवति, परन्तु कित् इति प्रत्ययः तु अर्धधातुकप्रक्रियायां पश्यामः, यथा तत्र तप् प्रत्ययः, तव तु प्रत्ययः इत्यादयः कित् प्रत्ययः. तर्हि यत्र यत्र कित् नित् प्रत्ययाः सन्ति तत्र त्रीणि कार्याणि सम्भवन्ति इति मनसि सर्वदा तत्र भवेत्. गुणनिषेधः, सम्प्रसारणम्, अनिदितां हलः, उपदायः नकारस्य लोपः. अनिदिधातुः अस्ति चेत् उपदायाः नकारस्य लोपः इति त्रीणि कार्याणि अत्र इति भेदः अस्ति. द्विवादिगणः अनन्तरं त्रिवादिगणः इति सामान्यभेदः अस्ति. एतानि त्रीणि कार्याणि न केवलं द्विवादिगणस्य प्रसङ्गे अपि तु अन्येषु गणेषु अपि यत्र यत्र प्रत्ययः अपित् अस्ति तत्रापि एतादृशकार्याणि भवन्ति. वस्तुतः अत्र त्रीणि एव प्रमुखकार्याणि दत्तानि, परन्तु कित्नित् प्रत्ययः अस्ति चेत् तत्र दीर्घऋकारान्तधातुः अस्ति चेत् यथा जृ इति धातुः, तादृशधातुः अस्ति चेत् तत्र दीर्घऋकारस्य ह्रस्व इकारादेशः भवति कित्नित् प्रत्यये परे. तदपि एकं कार्यमस्ति. सामान्यतया कित्नित् प्रत्ययः अस्ति दीर्घऋकारान्तधातुः अस्ति चेत् तस्य ह्रस्वैकारादेशः भवति ऋत इद् धातोः इति सूत्रेण. तदपि अग्रे पश्यामः, अस्मिन् गणे तु न दृश्यते. अनन्तरं दीर्घ तत्र उपदायां दीर्घऋकारः अस्ति, उपदायां दीर्घऋकारः अस्ति चेत् तदानीं कित्नित् प्रत्यये परे तत्र उपदायाः दीर्घऋकारस्य स्थाने ह्रस्व उकारादेशः भवति. तदपि कित्नित् प्रत्ययम् आश्रित्य एव कार्यं तत्तु धातोः आकारम् आश्रित्य, धातोः आकारम् आश्रित्य इत्युक्ते तत्र धातोः अन्ते ऋकारः दीर्घऋकारः अस्ति वा नो चेत् उपदायां दीर्घऋकारः अस्ति वा इति आश्रित्य अत्र सूत्रद्वयं वर्तते. एकमस्ति ऋत धातोः इति सूत्रेण, धातोः अन्ते दीर्घऋकारः अस्ति चेत् तस्य ह्रस्व इकारादेशः उरण्ड्रपरः इति कृत्वा इर् इति आदेशः भवति. धातोः उपदायां दीर्घऋकारः अस्ति चेत् तदानीं ह्रस्व उकारादेशः भवति कित्नित् प्रत्ययम् आश्रित्य उर् उरण्ड्रपरः इति कृत्वा उर् इति आदेशः भवति. इर् उर् इति आदेशः भवति कित्नि प्रत्ययम् आश्रित्य यत्र दीर्घऋकारान्तः अस्ति अन्ते वा उपादायं वा इति तत्र आहत्य पञ्चकार्याणि प्राधान्येन कित्नि प्रत्ययम् आश्रित्य भवन्ति इति स्मर्तुं शक्यते. अतः न केवलं सार्वधातुकप्रक्रियायाम् अर्धधातुकप्रक्रियायाम् अपि एतेषां सूत्राणां प्रसक्तिः भवति. अस्तु, नमस्ते भगिनी, लक्ष्मी अस्मि. न श्रूयते भगिनि. नास्ति वा? भगिनी प्रायः नास्ति इति मन्ये. सम्पर्कभग्नः इति मन्ये. अस्ति अस्ति, परन्तु ध्वनिः इदानीं गतवती. श्रूयते वा? इदानीं श्रूयते भगिनि. नमस्ते भगिनि. नमस्ते नमस्ते नमस्ते भगिनि, लक्ष्मी अस्मि. नमस्कारः भगिनि, लक्ष्मी भगिनि. अत्र कुतः पर्यन्तं श्रुतं? कित्नित् अस्ति चेत् उपादायाः ह्रस्व उकारादेशः उर् इति आदेशः भवति इति उक्तं. तर्हि तत्र आहत्य पञ्चकार्याणि भवन्ति प्रायः कित्नित् प्रत्ययः अस्ति इति उक्तमासीत्. एकं तु गुणनिषेधः, सम्प्रसारणम्, अनन्तरं तत्र अनिदिधातुः अस्ति चेत् उपादायाः नकारस्य लोपः, दीर्घ ऋकारान्तधातुः अस्ति चेत् तत्र इर् इति आदेशः, उपादायां दीर्घ ऋकारः अस्ति चेत् उर् इति आदेशः इति पञ्चकार्याणि भवन्ति कित्नित् प्रत्ययम् आश्रित्य इति सामान्यतया तत्र स्मर्तव्यं. न केवलं सार्वधातुकप्रक्रियायाम् अर्धधातुकप्रक्रियायामपि एतेषां पञ्चानां सूत्राणां प्रसक्तिः भवति. तर्हि इदानीम् अत्र अपि च मया उक्तं तत्र एकवारं तत्र करपत्रं पठामः. अत्र विशिष्टसूत्राणि अपि सन्ति धातुमाश्रित्य, तदपि एकवारं दृष्ट्वा तदनन्तरं यथा पूर्वं मातुः पुस्तकात् किञ्चित् अभ्यासमपि कुर्मः. अस्तु, इदानीं साक्षात् करपत्रात् पठामः. मीना भगिनी आरम्भं करोति वा? आं भगिनि. दिवादिगणः. दिवादिगणे कर्तृत्वे सार्वधातुकप्रत्यये परे धातुभ्यः ष्यन् विकरणप्रत्ययः विहितः अस्ति. सर्वप्रथमं कर्तरि शप् इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाद्य दिवादिभ्यः ष्यन् आगत्य कार्यं करोति. किमर्थम्? अस्यां दशायां दिवादिभ्यः ष्यन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति. कर्तृषप् इत्यस्य अन्यत्र लब्ध अवकाशः अस्ति. अतः दिवादिभ्यः शन् कर्तरि शप् इत्यस्य अपवादभूतसूत्रम् पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रम् अपवादः अस्ति तत् अपरस्य अपेक्षया बलवत्. अतः अत्र दिवादिभ्यश्यन् इति सूत्रस्य कार्यं सिद्ध्यति. अत्र दिवादिभ्यः साधारणतया धातुतः विहितः शप् इति विकरणप्रत्ययः एव भवति. यदा कर्तृत्वे सार्वधातुके प्रत्ययः परः अस्ति चेत् तत्र कर्तरि शप् इति साधारणतया सर्वेभ्यः धातुभ्यः भवति. परन्तु धातु दिवादिगणे अस्ति चेत् दिवादिभ्यः शन् इति सूत्रम् अपवादरूपेण आगच्छति. कर्तरि शप् इति सूत्रस्य अपवादः भवति. किमर्थम् इति अपवादः इति चेत् कर्तरि शप् सर्वत्र भवितुं शक्यं, परन्तु दिवादिभ्यः शन् इति सूत्रं दिवादिगणे एव, केवलं दिवादिगणे एव भवितुम् अर्हति. यदा अत्र न प्रसक्तिः अस्ति चेत् कुत्रापि नास्ति, सूत्रं निरवकाशः भविष्यति. एक परिभाषया पूर्वपरनित्यान्तरङ्ग अपवादत्वात् उत्तरोत्तरं बलीयः इति सूत्रेण परसूत्रं भवति, परिभाषया कर्तरि शप् अपि च दिवादिभ्यः शन् इति सूत्रं दिवादिभ्यः सूत्रम् इति परसूत्रं भवति. तस्मात् दिवादिभ्यः सूत्रं बलवत् भवति, परसूत्रम् अपेक्षया बलवत् भवति, तस्मात् कार्यं सिद्ध्यति. समीचीनं, बहु समीचीनं. तर्हि भवत्या उक्तं कर्तरि शप् इत्यस्य प्रसक्तिः सर्वत्र भवति, तत् प्रतिपादयतु, कुत्र भवति कर्तरि शप् इत्यस्य प्रसक्तिः? यत्र यत्र कर्तृत्र सार्वधातुकप्रत्यये परे तत्र सर्वत्र कर्तरि शप् भवति इति चिन्तयामि भगिनि. सार्वधातुक इत्युक्ते धातुभ्यः यदा कर्तरार्थे सार्वधातुकप्रत्ययः प्रत्यये परे तदानीं शप्रत्ययस्य विधानं भवति कर्तरि शप् इति सूत्रेण. तत् सूत्रं प्रबाद्य दिवादिभ्यः श्यन् इति सूत्रेण दिवादिगणीयधातुभ्यः एव श्यन् इति विकरणप्रत्ययः भवति. निमित्तं तु समानं, कर्तरार्थे सार्वधातुके परे एव निमित्तं. तर्हि तत्र बलाबलस्य चिन्तनं कथं भवति? कर्तरि शप् इति सूत्रं तृतीयाध्याये प्रथमपादे अष्टषष्टितमसूत्रं भवति, परन्तु दिवादिभ्यः श्यन् इति सूत्रं तृतीयाध्याये प्रथमपादे नवषष्टितमसूत्रं भवति, परसूत्रं भवति. तस्मात् पूर्वपर इति उत्तरोत्तरं भवति, बलीयः इति सूत्रपरिभाषया बलीयः भवति अस्मिन् समये. इत्युक्ते भवती वक्तुमिच्छति कर्तरि शप् इत्यस्य अपेक्षया दिवादिभ्यः शन् इति परसूत्रम् इति कृत्वा परत्वात् तद् बलवत् भवति इति वक्तुमिच्छति. परन्तु परत्वात् इति वदामः चेत् तत्र किम् अपेक्षितम्? परस्य बलमधिकम् अस्ति इति वक्तुं तत्र किम् अपेक्षितमस्ति? किं पठितम् अस्माभिः पूर्वं स्मरति वा? तुल्यबलम् आवश्यकं भवति. तुल्यबलम् अस्ति वा नयोः? नास्ति. कर्तरि शप् सर्वत्र आगच्छति, दिवादिभ्यः शन् इत्यस्य स्थाने अपि कार्यं करोति, परन्तु दिवादिभ्यः शन् सर्वत्र आगन्तुं न शक्नोति. प्रतिषेधः नास्ति, सम्यक्तया उक्तवती, सर्वं सम्यक्तया उक्तवती, केवलम् एकं वक्तव्यं, तर्हि किं वक्तव्यं तत्र? यस्य स्वातन्त्र्येण सर्वत्र कार्यं भवति, परन्तु दिवादिभ्यः श्यन् यत्र आगच्छति तत्र कर्तरि शप् अपि आगच्छति, अतः स्वातन्त्र्यस्थानं नास्ति दिवादिभ्यः श्यन् इत्यस्य. अतः अपवादसूत्रम् अत्र कार्यं न करोति चेत् निरवकाशं भवति इति अपवादसूत्रम् अपवादसूत्रं बलीयान्. सत्यं सत्यं, बहु समीचीनं, समीचीनं, सम्यक्तया उक्तवती, अवगतं. केवलं स्पष्टीकरणार्थम् एकः प्रश्नः, अत्र तुल्यबलविरोधः इत्यस्य लक्षणं किम्? तुल्यबलविरोधः इत्युक्ते द्वयोः सूत्रयोः अन्यत्र अन्यत्र लब्धावकाशः भवति चेत् तुल्यबलविरोधः. समीचीनम्, अन्यत्र अन्यत्र लब्धावकाशयोः एकत्र प्राप्तिः तुल्यबलविरोधः. तर्हि अन्यत्र अन्यत्र लब्धावकाशः इत्यस्य अर्थः कः इति चेत्, द्वयोः सूत्रयोः प्रसक्तिः भिन्नभिन्नक्षेत्रेषु अस्ति, स्वतन्त्रेण तेषां प्रसक्तिः अस्ति, इदानीम् एकस्मिन् स्थले तेषां युगपत् सङ्घर्षः अस्ति चेत् तदानीम् अनयोः मध्ये तुल्यबलविरोधः इति वदामः. इत्युक्ते यदा अहम् एकां बालिकां पाठयामि तदानीं कथं वदामि इति चेत्, द्वयोः अपि पृथक् पृथक् राज्यम् अस्ति, स्वतन्त्रेण राज्यम् अस्ति, यत्र ते तत्र स्वतन्त्रेण यत्किमपि कर्तुं शक्नुवन्ति. इदानीं तत्र एकं तृतीयं राज्यम् अस्ति यत्र द्वयोः तत्र सङ्घर्षः अस्ति, तत्र तुल्यबलविरोधः इति वदामः. यतोहि द्वयोः अपि समबलम् अस्ति, द्वयोः अपि पार्श्वे एकमेकं राज्यम् अस्ति, इदानीं तृतीयराज्यस्य आक्रमणं कृत्वा तत्र स्वीकर्तुम् इच्छन्ति, तदानीं तत्र तुल्यबलविरोधः, अनयोः मध्ये तुल्यबलविरोधः अस्ति इति यदा वदामः, एवमेव अत्रापि तत्र कर्तरीशप् अनन्तरं दिवादिभ्यः श्यन् अनयोः मध्ये अन्यत्र अन्यत्र लब्धावकाशः अस्ति वा इति चेत्, कर्तरीशप् इत्यस्य अन्यत्र लब्धावकाशः अस्ति, यतोहि तस्य कार्यं बहुत्र भवति, वस्तुतः सर्वत्र भवितुमर्हति, यत्रत्र सार्वधातुक कर्त्रार्थप्रत्ययः धातुतः अस्ति, परन्तु दिवादिभ्यः क्षन् इत्यस्य सूत्रस्य कार्यं बहु लघु अस्ति, केवलं दिवादिगणीयधातुभ्यः एव भवति. अतः दिवादिभ्यः श्यन् इत्यस्य अन्यत्र लब्धावकाशः नास्ति, केवलं कर्तरि शप् इत्यस्य एव अन्यत्र लब्धावकाशः, अतः अनयोः तुल्यबलविरोधः अस्ति इति वक्तुं न शक्यते, विप्रतिषेधः नास्ति. तुल्यबलविरोधः नाम विप्रतिषेधः, विप्रतिषेधः नास्ति, अतः विप्रतिषेधे परं कार्यम् इति वक्तुं न शक्यते, यतोहि द्वयोः अन्यत्र अन्यत्र लब्धावकाशः नास्ति, एकस्य एव अस्ति इति कृत्वा तुल्यबलविरोधः नास्ति. अतः इदानीं ततः अग्रे चिन्तनीयम्, अत्र तुल्यबलविरोधः नास्ति चेत् अपवादः अस्ति वा इति चेत् अपवादः एव अस्ति, यतोहि दिवादिभ्यः श्यन् अत्र कार्यं दिवादिगण्यधातुभ्यः कार्यं न करोति चेत् कुत्रापि तस्य अवकाशः नास्ति इति कृत्वा तत्सूत्रमेव व्यर्थं भवति. अतः तस्य क्षेत्रम् अत्र एव, दिवादिगणीयधातुभ्यः एव अस्य क्षेत्रम् इति कृत्वा अपवादबलेन तत् कार्यं करोति, न तु परत्वात्. मीना भगिनी, स्पष्टं वा? समीचीनम्. एकः प्रश्नः अस्ति भगिनि, तुल्यबलविरोधः प्रायः केवलम् अङ्ग निर्माणं स्थाने अस्ति, तदनन्तरं कोऽपि तुल्यबलविरोधः प्रायः नास्ति. यत्र यत्र अङ्गस्थान अङ्गनिर्माणस्थानमस्ति तत्र अपि तुल्यबलविरोधः अस्ति. न, अङ्गस्य विषये चिन्तनं न कुर्मः अत्र. तुल्यबलविरोधः इत्यस्य यदा चिन्तनं भवति तदानीम् अङ्गस्य चिन्तनं नास्ति. तुल्यबलविरोधः इत्युक्ते तस्य परिभाषा का इति चेत्, अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः इति वदामः. अन्यत्र अन्यत्र लब्धावकाशः इत्युक्ते तस्य अवकाशः अन्यत्र अस्ति वा, अत्र एकस्मिन् स्थले तत्र युगपत् सङ्घर्षः अस्ति, तत्स्थलं विहाय अन्यत्र कुत्रापि तेषां स्वतन्त्रेण प्रवृत्तिः अस्ति वा इति वयं पश्यामः. तत्र प्रवृत्तिः कीदृशी अस्ति, तत्र अङ्गकार्यरूपेण अस्ति वा इति तद् अग्रे तत्र तस्य विषये अधिकं महत्वं नास्ति. अङ्गकार्यरूपेण अस्ति वा वर्णनिमित्तिककार्यरूपेण अस्ति वा इति तस्य विषये चिन्तनं नास्ति, परन्तु अन्यत्र लब्धावकाशः अस्ति नास्ति वा इति पश्यामः. यतोहि अस्माभिः तत्र बलाबलचिन्तनस्य प्रसङ्गे आद्गुणः वृद्धिरेचि अनयोः विषये अस्माभिः चर्चितम्. आद्गुणः वृद्धिरेचि द्वयमपि तत्र अङ्गकार्यं नास्ति, अङ्गस्य विषये चिन्तनमेव नास्ति. तत्रापि तुल्यबलविरोधस्य विषये चिन्तनं कृतं. चिन्तनं कृत्वा अस्माभिः तत्र निर्णीतं यत् वृद्धिरेचि इत्यस्य अन्यत्र लब्धावकाशः नास्ति इति कृत्वा अपवादसूत्रम् इति निर्णीतमासीत्. अतः अङ्गस्य विषये महत्त्वं नास्ति, केवलं तत्र लक्षणं किम् इति विचिन्त्य लक्षणस्य अत्र कार्यं भवति वा न वा इत्येव वयं पश्यामः. तर्हि लक्षणं किम् इति स्मरामः चेत् दोषः न भवति. अन्यत्र अन्यत्र लब्धावकाशयोर् एकत्र प्राप्तिः तुल्यबलविरोधः इति लक्षणं स्मरामः चेत् कुत्रापि दोषः न भवति. तर्हि अन्यत्र अन्यत्र लब्धावकाशः इत्युक्ते सरलरीत्या स्मर्तव्यं चेत् द्वयोः पार्श्वे पृथक् पृथक् राज्यम् अस्ति, इदानीं तृतीयराज्यस्य उपरि आक्रमणं कर्तुम् इच्छन्ति, तर्हि कस्य कार्यं भवति इति सन्दर्भे द्वयोः अपि समबलम् अस्ति इति वयं पश्यामः चेत् तदानीं तुल्यबलविरोधः अस्ति. तुल्यमस्ति बलं, द्वयोः बलं तुल्यम् अस्ति, तदानीं तत्र कस्य कार्यं भवति. स्थल केवलम् अङ्ग, स्थल केवलं, स्थल केवलम् अङ्ग नास्ति, स्थल केवलम् अङ्गं नास्ति, यत्र कुत्रापि भवितुम् अर्हति. अस्तु, इदानीं महोदय भवानेव अग्रे पठतु. विनय महोदय, दिवादिभ्यः शन् सूत्र 3169, दिवादिगणे शितेभ्यः धातुभ्यः शन् प्रत्ययः भवति कर्तृक सार्वधातुक प्रत्यये परे. दिव् आदि येषां ते दिवादयः बहुव्रीः समासः, तेभ्यः दिवादिभ्यः, दिवादिभ्यः पञ्चम्यन्तं शन् प्रथमान्तं द्विपदम् इदं सूत्रम्. कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् इतस्मात् सार्वधातुके इत्यस्य अपि च अनुवृत्तिः, प्रत्ययः प्रत्ययः परश्च इत्यनयो अधिकारः, धातोः अनेकार च अलादेः क्रियासंविहारे येय इत्यस्मात् धातोः इत्यस्य अधिकारः. अनुवृत्तिः सहितसूत्रं द्विवादिभ्यः धातुभ्यः शन् प्रत्ययः परश्च कर्तरि सार्वधातुके. अत्र केवलं कर्तृशप् अनुवृत्तिः अस्ति, कर्तृशप् अनुवृत्तिः, सार्वधातुके यक् अनुवृत्तिः, परन्तु एक अन्य धातुः अनेका च हलादेः क्रियसंविहारे यञ् प्रत्ययः अस्ति, यङ् यङ् लुगन्तसमान प्रत्ययः अस्ति, तदनन्तरम् आ धातुः इत्यस्य अधिकारः भवति. अथ धातोः अधिकारः अस्ति, धातो अनिका च हलादेः क्रियासंविहारे यङ् आधारे. तदनन्तरं देवादिभ्यः धातुभ्यः शन् प्रत्ययः परश्च कर्तरि सार्वधातुके सहित सूत्रमस्ति, अनुवृत्तिसहित सूत्रमस्ति. समीचीनं महोदय, समीचीनं. तर्हि दिवादिभ्यः इत्यस्य विभक्तिः का? दिवादिभ्यः, दिवादिभ्यः विभक्तिः अत्र सर्वदा पञ्च विभक्तिः अस्ति, पञ्चमी भक्ति अस्ति, धातुभ्यः दिवादिभ्यः धातुभ्यः परे कर्तृ सार्वधातुके, कर्तृ सार्वधातुके सप्तमी, कर्तृ अपि च सार्वधातुके, तर्हि पूर्वकार्यं भवति, पूर्वकार्यं शन् अस्ति. समीचीनं, समीचीनं, धन्यवादः. तर्हि इदानीं तत्र दिवादिभ्यः श्यन् इत्यनेन यत्र दिवादिभ्यः इत्यस्य तत्र उषा भगिनी वदतु, दिवादिभ्यः इत्यस्य समासः कः? दिवादिभ्यः बहुव्रीहिसमासः. दिवादि आद्यौ आदि ए धातुतः ह्यन् विधीयते. सो दिवादिभ्यः इत्यस्य विग्रहवाक्यं वदतु. दिवादिभ्यः ओके दिव् आदि दिवादि धातोः येषां ते दिवादयः. न न समीचीनम् अर्थबोधः जातः, परन्तु तत्र शैली अस्ति खलु, विग्रहवाक्यं वक्तुम् एका शैली अस्ति. बहुव्रीहिसमासे कथं वदामः? तत्र पीताम्बरः इति वदामः चेत् विग्रहवाक्यं कथं भवति? पीताम्बरः यस्य पीतः अम्बरहं सः पीताम्बरः. पीतम् अम्बरं यस्य पीतम् अम्बरं यस्य सः. दिव्य यस्य धातोः यस्य ग्रूप् यस्य गणः दिव्य तत्र गणः धातुः तत्तु तत् विशेषमस्ति खलु. तत्र विग्रहवाक्ये कथं वदामः? अत्र लिखितमस्ति खलु द्वितीयवाक्यं किमस्ति लिखितं? दिव् आदौ दिवादि अत्र करपत्रे द्वितीयवाक्यमस्ति खलु. दिवादिगणे स्थितेभ्यः धातुभ्यः शन् प्रत्ययः भवति. कर्त्र प्रत्यये परे दिव् आदिर् येषां ते दिवादयः बहुव्रीहिसमासः. दिव् आदिः येषां दिवादि. तर्हि तत्र प्रातिपदिकं किं भवति? दिवादि इति दिवादयः. दिवादि इति प्रातिपदिकं खलु, दिवादि इति प्रातिपदिकं. तर्हि तत्र दिवादि इति बहुव्रीहिसमासः इति दिवादि इति तत्र बहुव्रीहिसमासः सर्वदा विशेषणं भवति खलु. तर्हि विशेष्यं किम्? दिवादि विशेषणं धातोः धातुः इति विशेष्यम्. आं दिवादि दिवादि इति विशेषणं धातुः इति विशेष्यं. तर्हि दिवादि इति प्रातिपदिकं खलु? दिवादि इति प्रातिपदिकं. धातुः इति पुल्लिङ्गे अस्ति इति कृत्वा दिवादिः इति अपि पुल्लिङ्गे भवति खलु. दिवादिः दिवादि येषां ते दिवादिः इति अथवा दिवादयः दिवादयः यतोहि येषां ते इति वदामः खलु. दिवादि येषां ते दिवादयः दिवादयः धातवः दिवादयः धातवः इति प्रथमविभक्तौ एकवचने. परन्तु सूत्रे तत्र पञ्चमी विभक्तौ अस्ति खलु. आं भगिनि दिवादिभ्यः अतः दिवादयः तेभ्यः इति वदामः. दिवादयः तेभ्यः दिवादिभ्यः दिवादिवादयः तेभ्यः यः दिवादिभ्यः तत् बहुव्रीहिः दिवादिभ्यः धातुभ्यः दिवादिभ्यः इति अस्ति. अतः अत्र किं वक्तुम् इच्छामि इति चेत् इति आदि इति पदेन उत्तरपदम् आदि इति पदेन बहुत्र समासः भवति. वयं तत्र कुर्मः समासः, परन्तु वयं न जानीमः. इदानीम् इत्यादिकम् इति वदामः खलु, इत्यादिकं तत्र कीदृशसमासः? इत्यादिकं बहुव्रीहि एव यथा अस्ति तथैव तत्रापि इति आदि येषां इति आदिः येषां ते इति आदि येषां ते इत्यादयः इति एवं रीत्या तत्र आदि इति पदम् उत्तर पदे अस्ति चेत् बहुत्र समासः भवति इति स्मर्तव्यं तावदेव. अस्तु तर्हि दिवादिभ्यः ष्यन् इति सूत्रं तु स्पष्टमस्ति. तत्र दिवादिगणीयधातुभ्यः ष्यन् प्रत्ययः भवति. अत्र निमित्तमस्ति कर्तरि सार्वधातुके इति सप्तम्यन्तमस्ति. कर्तरि सार्वधातुके इत्युक्ते कर्तरि सार्वधातुके इति वयं वारं वारं दृष्टमेव तत्र पूर्वमेव अस्माभिः ज्ञातं. कर्तरि सार्वधातुके इत्यनेन कर्तरि प्रयोगे सार्वधातुकप्रत्ययः अस्ति चेत् तदानीम् इत्युक्ते प्रत्ययः कर्त्रार्थे विहितः चेत् तदानीं दिवादिगणीयधातुभ्यः क्षन् प्रत्ययः भवति अपवादरूपेण कर्तरि शप् इति सूत्रं प्रपाद्य. तत्र पूर्वस्मिन् परिच्छेदे एका परिभाषा दत्ता खलु, पूर्वपरनित्यान्तरङ्ग अपवादानाम् उत्तरोत्तरं बलीयः इति परिभाषया वयं ज्ञातुं शक्नुमः. पूर्वस्य अपेक्षया परसूत्रं बलवत्, परस्य अपेक्षया नित्यसूत्रं बलवत्, नित्यस्य अपेक्षया अन्तरङ्गम्, अन्तरङ्गस्यापि अपेक्षया अपवादसूत्रं बलवत् भवति. अतः अपवादबलेन दिवादिभ्यः श्यन् इति सूत्रं कार्यं करोति. अस्तु भगिनी, अग्रे पठतु. भगिनि, कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्त्रर्थके सार्वधातुके प्रत्यये परे. अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके. धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके इति अनुवृत्तिसहितसूत्रस्य धातोः परः शप् प्रत्ययः भवति, प्रत्ययः परः अस्ति चेत् कर्त्रार्थे अस्ति चेत् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् शप् प्रत्ययः विधीयते इति सूत्रं वदति. अग्रे पठामि वा भगिनि. अयं ष्यन् प्रत्ययः षित् इति कारणतः तिङ्षित् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्ययः. तस्मात् कारणात् ष्यन् प्रत्यये परे सार्वधातुक आर्धधातुकयोः पुगन्तलघुपदस्य च इति सूत्राभ्यां गुणकार्यं विहितम्. परन्तु ष्यन् अपित् अपित् अतः सार्वधातुकम् अपित् इति सूत्रेण ङित्वत् भवति. ङित्वत् अतः किञिति च इति कारणतः यत्र यत्र गुणकार्यं विहितं तत्र तत्र निषिद्धम्. ष्यन् कर्तरि शप् इति सूत्रं वयं पठितवन्तः. दिवादिगणीयधातोतः धातुतः ष्यन् प्रत्ययः विधीयते. ष्यन् प्रत्ययः षित् इति कारणात् तिङ्षित् सार्वधातुकं षकारः इत् अस्ति. ष्यन् इति ष्यन् प्रत्ययः तिङ्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः भवति. सार्वधातुकम् अस्ति चेत् ष्यन् प्रत्ययः परः अस्ति, सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति. अपि च पुगन्तलघुपदस्य च इत्यनेन उपदा इक् इक् अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भवितुम् अर्हति. ष्यन् पित् नास्ति, अपित् अस्ति. अपित् अस्ति तस्मात् सार्वधातुकम् अपित् इत्यनेन ङित्वत् भवति. ष्यन् प्रत्ययः ङित्वत् भवति. ङित्वत् भवति चेत् किङिति इत्यनेन गुणकार्यं निषेधः भवति. समीचीनम्. अग्रिमसूत्रमपि पठतु. एतावत् स्पष्टमस्ति इति मन्ये खलु, तत्र वारं वारं दृष्टम्. अस्तु अग्रे. आं भगिनि, सार्वधातुकम् अपित्, अपित् सार्वधातुकं ङित् इव अस्ति. सार्वधातुकं प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रं. गाङ्कुटादिभ्यो निन् ङित् इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् ङित्वत्. सार्वधातुकम् अपित् ङित्वत् इदं सूत्रमपि वयं पठितवन्तः. सार्वधातुकप्रत्ययः परः अस्ति, तत् प्रत्ययः अपित् अस्ति चेत् ङित्वत् भवति. ङित् इति कारणतः गुणवृद्धिनिषेधः भवति. किङिति च यः प्रत्ययः ङित् खित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः गुणवृद्धि न भवति. ग च ख च ङ च तेषाम् इतरेतरद्वन्द्वः इच्छ ङः चः इतः यस्य सः किञित् तस्मिन् परे किम् इति द्वन्द्वगर्भबहुव्रीहिसमासः अत्र गुस्थाने ककारः खरीच इत्यनेन चर्त्वसन्धिः गुस्थाने ककारः खरीच इत्यनेन चर्त्वसन्धिः किम् इति सप्तमी यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् इको गुणवृत्ति इत्यस्य पूर्वतया अनुवृत्तिः न पूर्णतया इको गुणवृत्ति इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोपे आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितं सूत्रं किङिति च इकः गुणवृद्धि न किङिति च इति सूत्रमपि वयं परिचयम् वयं कृते परिचयम् अस्ति यः प्रत्ययः गित् अथवा गित् यः प्रत्ययः गित् कित् अथवा ङित् अस्ति तस्मात् प्रत्ययात् पूर्वं तस्य प्रत्ययकारणतः एव गुण भवितुम् अर्हति चेत् तत् गुणः निषिद्धः भवति वृद्धिः भवितुम् अर्हति चेत् वृद्धिः अपि निषेधं भवति इति सूत्रं वदति ङ च तेषाम् इतरेतरद्वन्द्वः ओके देन् खरि च इत्यनेन ओके खरि च इत्यनेन स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः ओके खरि च इत्यनेन चर्त्वम् आयाति वेर् टुगेदर् ककार ओके किम् इति च नो ककारः नकारः खलु चत्वं देन् ककारः भवति ककारः एतावत् अस्ति ङ च सो किङिति च सप्तमयन्तं किङिति च ककारप्रत्ययः ङित् प्रत्ययः अस्ति चेत् कित् ङित् अस्ति चेत् इकः गुण अपि न भवितुम् अर्हति वृद्धिः अपि न भवति तर्हि तत्र किनिति च इति सूत्रे किनिति इति पदं तत्र द्वन्द्वगर्भ बहुव्रीहिसमासः कथमस्ति तत् बहुव्रीहिसमासः बिकास् इट् इस् दिस् इस् इति विशेषणं भवति दा प्रत्ययः विशेष्यं भवति बहुव्रीहि भवति सो द्वन्द्वगर्भ गकारा च ककारा च ङकारा च तेषां इतरेतरद्वन्द्वः सो द्वन्द्वः बट् द्वन्द्वगर्भ बहुव्रीहि समासः इट् इस् इन्सैड् द्वन्द्व इत्युक्ते बहुव्रीहिसमासः एव तत्र किरीति इति वदामः चेत् नः नः इत् यस्य सः इति उक्तं खलु तत्र कथं ककारद्वयं नकारः नः इतः यस्य सः इति उक्तं तदेव बहुव्रीहिसमासः तत्र मूलतः बहुव्रीहिसमासः अस्ति तस्मिन् किनित् तस्मिन् इति बहुव्रीहिसमासः तस्य बहुव्रीहिसमासस्य गर्भे एकं पदमस्ति खलु नः इति तत् पदम् इतरेतरद्वन्द्वः अस्ति अत्र औट्सैड् बहुव्रीहिसमासः अस्ति किनिति इति यदा वदामः चेत् किनित् तस्मिन् इति बहुव्रीहिसमासः तस्मिन् बहुव्रीहिसमासौ एकः अंशः अस्ति क्नः सः अंशः कथं निर्मितः इति चेत् द्वन्द्वसमासं कृत्वा निर्मितः अस्ति अन्यपदं सूचयति खलु महोदय अन्यपदं बहुव्रीहि इति किनिति इति पदमस्ति तर्हि किनिति च इकः गुणवृद्धि न गुणवृद्धि न इकः गुणवृद्धि न गुण इको गुणवृद्धि इति परिभाषया तत्र इकः तत्र इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः यतोहि तत्र किनिति च इति तावदेव उक्तं तत्र इको गुणवृद्धि तस्मात् सूत्रात् सम्पूर्णतया अनुवृत्तिः इकः गुणवृद्धि गुणवृद्धि न गुणवृद्धि न इति तत्र इदं सूत्रं कीदृशसूत्रम् निषेधसूत्रं सूत्रं हा तर्हि निषेधसूत्रम् अस्ति. निषेधसूत्रम् इति चेत् तत्र विधायकसूत्राणि बहूनि भवन्ति. विधायकसूत्राणि बहूनि भवन्ति यतोहि गुणविधायकसूत्राणि बहूनि सन्ति, वृद्धिविधायकसूत्राणि बहूनि सन्ति. तत्र सर्वत्र यदा तेषां प्रसक्तिः अस्ति, परन्तु प्रत्ययः कित् नित् अस्ति चेत् अथवा कित् अस्ति चेत् तदानीं गुणवृद्धिः न भवति, गुणवृद्धिः न. अस्तु अग्रे पठामः भगिनि. न अन्य कोऽपि पठति तत्र. धन्यवादः. सार्वधातुकं सार्वधातुकम् अपित् इति सूत्रं तत्र पमेला भगिनी अस्ति वा? आं भगिनि, श्रूयते वा? श्रूयते. सार्वधातुकम् अपित् इति कीदृशसूत्रमस्ति? सार्वधातुकम् अपित् इति अतिदेशसूत्रमस्ति. यत्र तस्य पूर्वं गुणः नास्ति तत् अध्यारोपयति, अत एव तत्र समीचीनम् समीचीनम्. अधिदेशसूत्रमस्ति इत्युक्ते अन्यस्य गुणस्य अध्यारोपः भवति, स्वभावस्य परिवर्तनं भवति, तदेव अधिदेशः. अस्तु, इदानीम् अग्रे गच्छामः. कोऽपि प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् भगिनी अग्रे पठतु. प्रश्नः उदेति यत् श्यन् प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु, यथा दिव् धातुः योगति तिप् तु सार्वधातकः, अतः अनेन किमर्थं न गुणः? उत्तरम् अस्ति यत् श्यन्नः श्यन्नः विधानं नित्यं, तिपः गुणकार्यम् अनित्यम् इति कारणेन गुणकार्यं निषिद्धं. पूर्वपरनित्यन्तराङ्गापवादानाम् उत्तरोत्तरं बलीयः परिभाषः. अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति, अन्तरङ्गस्य अपेक्षया अपवादसूत्रं बलवत् भवति. अस्तु, अत्र तत् किम् उच्यते इति चेत्, किमर्थं शन् प्रत्ययस्य विधानात् पूर्वं गुणकार्यं न क्रियते? यतोहि गुणकार्यार्थं तत्र निमित्तम् अस्ति एव. तिप् इति तिप् तु सार्वधातुक प्रत्यय अस्ति, कर्त्रार्थे अपि अस्ति, अत एव तत्र दिव् इत्यस्य पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुम् अर्हति. किन्तु तत्र प्रथमं गुणः न क्रियते, तस्य उत्तरम् इत्थं दीयते, तत्र पुगन्तलघुपदस्य च विधानात् पूर्वं छन् इति आयाति, नित्यरूपेण आयाति, येन गुणकार्यं बाध्यते. अपि च तत्र वयं बलाबलचिन्तने वयम् एकपरिभाषां पठितवन्तः, यत्र पूर्वपरनित्य अन्तरङ्ग अपवादात् नाम उत्तरोत्तरं बलीय इति. तत्र किम् उच्यते इत्युक्ते, पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत्, परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति, नित्यसूत्रस्य अपेक्षया अन्तरङ्गम् अपि च अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत्. अत्र विषयः अस्ति नित्यसूत्रस्य. अत्र दिवादिभ्यश्यन् नित्यसूत्र इव कार्यं नित्यसूत्र इव कार्यं करोति, अत एव तस्य प्रसक्ति दिवाद् पुगन्तलघुपदस्य च इत्यस्य अपेक्षया तस्य कार्यं बलवत् भवति, अत एव तत् सूत्रं पूर्वमेव कार्यं करोति. वयं नित्यसूत्रस्य अपि लक्षणं पूर्वमेव दृष्टवन्तः भगिनि भगिनि बहु समीचीनम् एकक्षणम् अत्र एकं वदतु तत्र दिव् इति धातुतः लट् लकारस्य विवक्षायां तत्र लट् इति प्रत्ययः विधीयते तदनन्तरं लस्य इति सूत्रेण लटः स्थाने तिबादयः आयान्ति तर्हि तिप् इति प्रत्ययः आयाति खलु तर्हि अत्र किमर्थं तत्र शप्रत्ययं निमित्तीकृत्य किमर्थं गुणस्य चिन्तनं प्रथमं न कुर्मः किमर्थं तिप् प्रत्ययं निमित्तीकृत्य गुणस्य चिन्तनं कुर्मः शप् इति आगन्तुं शक्नोति किन्तु तत्र शप् इति तदपि आगच्छति एव खलु कर्तार्थे किन्तु तत् आगच्छति किन्तु तत् प्रबाद्य शन् इत्यस्य प्रसक्तिः अस्ति यतो तत् शन् इति अपवादात् तत् शन् आगच्छति अधुना अत्र एकभिन्नरीत्या पृच्छामि इदानीं दिव् अत्र अस्मिन् परिच्छेदे तिप्रत्ययम् आश्रित्य गुणकार्यम् इति उक्तम् तर्हि किमर्थं श्यन् प्रत्ययम् आश्रित्य गुणकार्यम् इति चिन्तनं न कुर्मः किमर्थं तिप् प्रत्ययस्य चिन्तनम् अत्र क्रियते तिप् प्रत्ययस्य यतोहि तत्र प्राय प्रथमं शप्य शन् आगच्छेत् वा अथवा तिप् प्रथमम् आगच्छेत् वा इत्यस्य चिन्तनम् अस्ति भगिनि किं प्रथमम् आगच्छति प्रथमं तु लस्य स्थाने तिबादय आगच्छति खलु हा इति एव तत्र वक्तुमिच्छामि तर्हि तत्र दिव् धातुतः इदानीं ते केवलं तिङ्प्रत्ययः एव अस्ति इदानीं शप् एतावता अत्र शन् इति एतावता न आगतं शन् इति प्रत्ययः न आगतः तर्हि दिव् इति धातुतः केवलं तिप्प्रत्ययः अस्ति अस्मिन् अस्यां स्थितौ दिव्योगः तिप् इति स्थितौ तत्र पुगन्तलघुपदस्य च इत्यनेन किमर्थं गुणः न स्यात् इत्येव प्रश्नः खलु तर्हि देव् इति किमर्थं न स्यात् इति प्रश्नः तर्हि तत्र तदानीमेव तस्मिन्नेव सन्दर्भे दिवादिभ्यः श्यन् इति सूत्रस्य अपि प्रसक्तिः अस्ति अत्र पश्यतु तिङ् इति प्रत्ययमेव आश्रित्य दिव्योगः तिङ् इति तिप् इति प्रत्ययः दिव्योगः तिप् अत्र तिप् इति प्रत्ययमेव आश्रित्य पुगन्तलघुपदस्य च इत्यनेन गुणः भवति वा नो चेत् दिवादिभ्यः श्यन् इति सूत्रेण श्यन् प्रत्ययः भवति वा कर्तरि शप् इति सूत्रेण शप् प्रत्ययः भवति वा इति त्रीणि सूत्राणि प्रसक्तानि तत्र वस्तुतः शप् प्रत्ययः शन् प्रत्ययः अनयोः सम्बन्धः कः इति अस्माभिः चर्चितं तत्र शन् प्रत्ययः अपवादः अतः कर्तरि शप् इति औट् आफ् द पिक्चर् तर्हि इदानीं सूत्रद्वयमेव अस्ति दिवादिभ्यः श्यन् पुगन्तलघुपदस्य च अनयोः मध्ये किं कार्यं प्रथमं भवेत् इति प्रश्नः खलु हा तदर्थं यथा भवती उक्तवती तत्र नित्यसूत्रस्य चिन्तनं करणीयम् इति उक्तं भवत्या खलु अस्तु इदानीम् अग्रे वदतु नित्यसूत्रस्य चिन्तनं तस्मिन् सन्दर्भे वयं पश्यामः कस्य सूत्रस्य प्रसक्तिः बलवत् भवति वयं तु जानीमः नित्यसूत्रम् इत्युक्ते कृताकृतप्रसङ्गी यः विधिः प्रवर्तते सः एव नित्यसूत्रम् इत्युक्ते एकसूत्रस्य प्रवर्तनानन्तरम् अन्यत् सूत्रस्य प्रसक्तिः पूर्वमपि अस्ति अनन्तरमपि अस्ति तत् सूत्रं नित्यम् इति उच्यते यदि पूर्वं यदि दिवादिभ्यश्यन् इति पूर्वं पुगन्तलघुपदस्य इति कार्यं प्रवर्तते तदा दिवादिभ्यश्यन् पूर्वमपि आगन्तुं शक्नोति आगन्तुं शक्नोति अपि च अनन्तरपि आगन्तुं शक्नोति तत् सूत्रं नित्यं वदामः यदि पुगन्तलघुपदस्य च पूर्वं दिवादिभ्य शन् प्रथमं प्रवर्तते अपि च अनन्तरं पुगन्तलघुपदस्य च अनन्तरं भवति तर्हि दिवादिभ्य शन् इत्यनेन गुणनिषेध अतः दिवा पुगन्तलघुपदस्य इति न प्रवर्तते तत् अनित्यसूत्रं सूत्रम् इति कृत्वा तस्य दिवादिभ्य शन् इत्यस्य एव कार्यं भवति तत्र अत एव गुणः न भवति बहु समीचीनं भगिनि समीचीनं यद् भगिन्या उक्तं तदेव अग्रिमपरिच्छेदे अस्ति तद् इदानीं तत्र कः पठति तत्र उमा भगिनी पठति वा पठामि भगिनि कर्तरी शप् धातुतः शप् प्रत्ययः न कुत्र अस्ति भवती नित्यं ओ सोरि सोरि सोरि अग्रे तत्र नित्यं नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इति उच्यते कर्तरि शप् दिना सार्वधातुकः किम् इति सार्वधातुकमपि किम् इति च प्रश्नः उदेति तदनन्तरं नित्यम् ओके ओके ओके सरि ओ सोरि नित्यं कृताकृतप्रसङ्गी यः विधिः भवति सः नित्यः इत्युच्यते कृताकृत ओके सो समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत् तस्यां दशायां यत् अपरं सूत्रम् अस्ति तत् नित्यसूत्रम् इत्युच्यते नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत् अनन्तरमपि अस्ति अस्ति यदा किञ्चन सूत्रं नित्यम् अस्ति तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम् नित्यम् इत्यस्मात् कारणात् बलवत् अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यमपि पूर्वम् आयाति सत्यपि सोरि सत्यपि पूर्वसूत्रम् आयाति दट् इस् पूर्वसूत्रं नित्यम् इति चेत् तदेव प्रथमम् आयाति सो अत्र कृताकृतप्रसङ्गी यः भगिनी एकक्षणम् अत्र वदतु कयोः सूत्रयोः सङ्घर्षः इदानीम् अत्र सङ्घर्षणं अपरम् अपरसूत्रं बलवत् पूर्वपरयोगस्थाने न तत् सर्वं भवतु अत्र अत्र इदानीं दिव्योगः तिप् इति स्थितौ कयोः सूत्रयोः सङ्घर्षः दिव्योगः शप् दिव्योगः तिप् इत्यत्र कयोः सूत्रयोः सङ्घर्षः अस्तु अत्र विजयलक्ष्मी भगिनी किञ्चित् सहायं करोतु पुगन्तलघुपतस्य अपि च दिवादिशतस्य दिवादि कर्तरी शप् आयाति दिवादिभ्यः शन् आयाति अपि च पुगन्तलघुपदस्य च इत्यपि आयाति तर्हि कर्तरी शप् अनन्तरं दिवादिभ्यः शन् इत्यनयोः मध्ये अपवाद भावः अस्ति अतः दिवादिभ्यः शन् निरवकाशं भवति इति तस्य एव कार्यं भवति अनन्तरं तिप् इति प्रत्ययः निमित्तीकृत्य पुगन्तलघुपदस्य च इति सूत्रम् आयाति परन्तु तस्य कार्यं भवति वा अथवा दिवादिभ्यः श्यन् इत्यनेन श्यन् इत्यस्य प्रत्ययस्य विकरणप्रत्ययस्य कार्यं पूर्वं भवति वा इति प्रश्ने सति दिवादिभ्यः श्यन् इति नित्यसूत्रमस्ति यतोहि तस्य कार्यं टिप् कार्यं करोति चेदपि भवति न करोति चेदपि श्यन् इत्यस्य कार्यं भवति अतः टिप् इत्यस्य कार्यं भवति चेदपि भवति इत्युक्ते किम् टिप् इति सूत्रं यदि प्रथमम् आयाति टिप् इति सूत्रं वा सोरि टिप् इति प्रत्ययः यदि प्रथमम् आयाति तदा पुगन्तलघुपदस्य च इत्यनेन दिव् इत्यस्य देव् इति परिवर्तनं जायते देव् इति अङ्गस्य अनन्तरं यदि श्यन् इति प्रत्ययः विकरणप्रत्ययः आयाति तदापि श्यन् इत्यस्य कार्यं भवितुम् अर्हति अतः श्यन् इति सूत्रम् इति विकरणप्रत्ययः किं तस्य कार्यं तिङ्प्रत्ययस्य कार्यं भवति चेदपि भवितुमर्हति न भवति चेदपि भवितुमर्हति अतः तत् श्यन् इत्यस्य कार्यं नित्यकार्यमस्ति तस्य एव तदेव बलवत् भवति इति कृत्वा पूर्वं श्यन् इत्यस्य कार्यं भवति समीचीनं बहु समीचीनम् इदानीम् उमा भगिनी वदतु अस्मिन् अवगतं खलु भगिनी एकः संशयः प्रथमे अत्र दिवादिगणः अस्ति दिवादिगणस्य मूलधातुः कः कः इति कथं जानीमः इति दिवादिगणस्य मूलधातुः कः इति मूलधातुः इत्युक्ते धातु दातवः कः धातुपटे धातुपटे सन्ति खलु ओ दट्स् आल् सो अपि चेत् अत्र दिवादिभ्यः षण् सूत्रमेव प्रथमे आगच्छति तस्मात् तदेव कार्यं करोति न तथा नास्ति किल भगिनि अत्र क्रमः अस्ति खलु दिव् इति इदानीं तत्र दिव् इति धातुः अस्ति इदानीं मम विवक्षा अस्ति लट् लकारः इति मम विवक्षा अस्ति तर्हि धातुतः प्रथमं लट् लकारः आयाति बट् दिवादिभ्यः अत्र इदं वदति चेत् अत्र दिवादिभ्यः षण् इति सूत्रस्य प्रयोजनं किम् न एकक्षणं शृणोतु एकवारं शृणोतु ओके प्रयोजनं किम् इति अहं वदामि इदानीं दिव् इति धातुः अस्ति दिव् इति धातुः यदा अस्ति तदानीं तु दिवादिभ्यः श्यन् न आगन्तुं शक्नोति खलु केवलं दिव् धातुः अस्ति चेत् श्यन् आगन्तुं शक्नोति वा आगन्तुं शक्नोति वा भगिनि दिवादिभ्यः श्यन् इति सूत्रेण शन् एव आगच्छति न कथम् आगच्छति दिवादिभ्यः श्यन् इति आगमनार्थं किम् आवश्यकम् निमित्तं किम् ओके ओके लकारः दिवादिभ्यः श्यन् इति प्रत्ययस्य आगमनार्थं किम् आवश्यकम् इति चेत् सार्वधातुकप्रत्ययः कर्तरार्थे प्रत्ययः आवश्यकः खलु कर्तरार्थकः सार्वधातुकप्रत्ययः इदानीं केवलं दिव् इति धातुः एव अस्ति चेत् तदानीं श्यन् इति न आगन्तुं शक्नोति प्रथमं तत्र प्रथमसोपाने दिव् धातुतः तत्र लट् लकारः आयाति तदनन्तरं द्वितीयसोपाने लकारस्य स्थाने तत्र लस्य इति सूत्रेण तिप् प्रत्ययः आयाति इदानीं दिव्योगः तिप् अस्ति इदानीं तत्र दिवादिभ्यः श्यन् इति सूत्रेण दिवादिभ्यः श्यन् इति आगन्तुं शक्नोति नो चेत् तिप् इति प्रत्ययमाश्रित्य दिव् धातोः गुणः अपि भवितुमर्हति खलु पुगन्तलघुपदस्य च इत्यनेन अतः अस्माकं चिन्तनक्रमे सूत्रद्वयम् अस्ति तयोः मध्ये किं प्रथमम् आयाति इत्येव प्रश्नः खलु इति चिन्तनमस्ति तत्र इति चिन्तनमस्ति तत्र दिवादिगणे अस्ति चेत् दिवादिभ्यः शन् एव आगच्छति इति नास्ति तत्र चिन्तनीयं तत्र किमर्थम् आगच्छति दिवादिभ्यः शन् सामान्यतया वयं वदामः दिवादिगणे अस्ति चेत् दिवादिभ्यः शन् एव आगच्छति इति अवगच्छामः परन्तु तत्र शास्त्रीयचिन्तनं किमर्थम् आगच्छति इति चेत् सर्वं चिन्तनीयं सूत्रं कः गच्छति तदपि तदपि आगन्तुं शक्नोति परन्तु किमर्थं न आगच्छति चेत् तत्र शास्त्रीयचिन्तनम् अस्ति तत्र दिवादिभ्यः शन् इति सूत्रं नित्यसूत्रम् अस्ति इति कृत्वा तत्र पुगन्तलघुपदस्य च इत्यस्य कार्यं न भवति. खलु अवगतम्. अस्मिन् परिच्छेदे किं अस्मिन् परिच्छेदे दिवादिभ्यः श्यन् इति आगच्छति चेत् अत्र नित्यसूत्रमस्ति. सो तदेव कार्यं करोति. पुगन्तलघुपदस्य प्रथमे न आगच्छति. प्रथममेव दिव्यादिभ्यः श्यन् आगच्छति. अथवा प्रथमे आगच्छति चेदपि दिव्यादिभ्यः श्यन् कार्यं करोति. दट् इस् वै कृताकृतप्रसङ्गी यः विधिः भवति स एव नित्यसूत्रः इति उच्यते. समीचीनं. तर्हि तत्र द्विधातुतः तिप्रत्ययः अस्ति. इदानीं प्रथमं गुणः भवति चेत् यदि प्रथमं तत्र इदानीं वयं न जानीमः, यतोहि पुगन्तलघुपदस्य च इति परसूत्रमस्ति. दिवादिभ्यः शन् इति पूर्वसूत्रमस्ति. अतः अत्र परसूत्रम् इति कृत्वा तत्र दिवादिभ्य तत्र पुगन्तलघुपदस्य च इति प्रथमं कार्यं करोति इति वयं चिन्तयामः चेत् तत्र देवयोगः तिप् इति भवति. इदानीं पुगन्तलघुपदस्य च इति सूत्रस्य कार्यानन्तरमपि दिवादिभ्यः श्यन् इति कार्यं कर्तुमर्हति. यतोहि तत्र किम् आवश्यकम् इति चेत् दिव् इति धातुः आवश्यकः, अनन्तरं कर्तार्थक सारधातुकप्रत्ययः आवश्यकः. इदानीं देव् इति जातम् अङ्गं, तथापि तत्र धातुत्वम् अस्ति, दिव् इति धातुत्वम् अस्ति इति कृत्वा तदानीमपि दिवादिगणीयधातुः अस्ति इति कृत्वा तदानीमपि श्यन् आगन्तुं शक्नोति, पूर्वमपि आगन्तुं शक्नोति. पुगन्तलघुपदस्य चेत् यस्मात् पूर्वमपि आगन्तुं शक्नोति, तस्य कार्यानन्तरमपि आगन्तुं शक्नोति इति कृत्वा तादृशसूत्रम् एव नित्यसूत्रम् इति वदामः. तर्हि दिवादिभ्यः शन् इति तादृशसूत्रमस्ति. कृते अपि अकृते अपि, पुगन्तलघुपदस्य च इति कार्ये कृते अपि अकृते अपि दिवादिभ्यः शन् इति सूत्रम् आगन्तुं शक्नोति इति कृत्वा दिवादिभ्यः शन् इति सूत्रं नित्यसूत्रम्. पुगन्तलघुपदस्य च इति सूत्रं परसूत्रमस्ति. तर्हि परस्य अपेक्षया अपि नित्यसूत्रं बलवत् इति कृत्वा दिवादिभ्यः श्यन् इति पूर्वम् आयाति. अत्र कोऽपि प्रश्नः अस्ति वा? न न, सम्यक् अवगतम्. अस्तु, समीचीनं. तर्हि इदानीम् अग्रे तत्र लक्ष्मीभगिनी अग्रे पठति वा? आं भगिनि, पठामि. तर्हि आहत्य दिवादिगणे शन् विहितः, शन् च निद्वत्. अस्य एकः परिणामः गुणनिषेधः, परन्तु प्रत्ययस्य ङित् ङिद्वत् च भावनेन केवलं गुणनिषेधः सिद्धः इति न, तस्य अनेके प्रभावाः सन्ति. तेषु त्रयः प्रमुखाः अथो लिखिताः. अत्र दिवादिभ्यशन् इत्यनेन यः शन् प्रत्ययः अस्ति सः निद्वत् अस्ति. अनेन किं भवति इति चेत् गुणनिषेधः इति स्वभावः तेन प्रदर्श्यते. किन्तु केवलं गुणनिषेधः इति स्वभावः नास्ति, अनेके प्रभावाः निद्वत् निद् इत्यस्य अस्ति. तेषु प्रमुखाः अथो लिखिताः. यः कोऽपि प्रत्ययः कित् ङित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि. प्रथमं तु अङ्गान्ते उपधायां च इकः गुणः निषिद्धः. दिवादौ पि योग शन् योगते पीयते, पुष् योग शन् योगति पुष्यति, निति च इत्यनेन. द्वितीयः बिन्दुः अस्ति अनिदित् धातूनाम् उपधायां न लोपः. येषां धातूनाम् इत् सम्यकः, इत् ह्रस्वः इकारः नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति. भ्रंशयोगशन् योगति भ्रश्यति, भ्रंशयोगशन् योगशत्र भ्रश्यत्, अनिदितां हल् उपधायां निति इति सूत्रेण. सम्प्रसारिणां धातूनां सम्प्रसारणं, यण् स्थाने इक् आदेशः, यण् सन्धौ यथा भवति तस्य विपरीतक्रमः, कितिङिति प्रत्यये परे. व्यथियोगशन् योगति विध्यति, ग्रहिज्या वै व्यथि वष्टि, विचति वृश्चति पृच्छति भृञ्चतीनां निति च इति सूत्रेण. अन्यानि कितिङिति निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते. अत्र निति कितिङिति परे प्रत्यये परे किं किं कार्यं भवन्ति इति सूचयन्ति. प्रथमं तु गुणनिषेधः अस्ति. यदि प्रत्ययः कित् अथवा ङित् अस्ति तस्य त्रयः स्वभावाः के इति अत्र उक्तं. प्रथमम् अस्ति गुणनिषेधः. उदाहरणमस्ति पि इति दिवादिगणीयः धातुः स्वीकुर्मः चेत् ततः परं शन् योगते इत्यत्र शन् इति अपित् अस्ति, सार्वधातुकः अस्ति, अपित् अस्ति, अतः निद्वत् अस्ति. तेन गुणकार्यं न सम्भवति. पि इति एव तिष्ठति. तत्र पीयते इति रूपम् आगच्छति. तथा च पुष् इति धातुः स्वीकुर्मः चेत् पुष् योग शन् योगति. तत्रापि पुगन्धलघुपदस्य च इत्यनेन गुणकार्यं न सम्भवति, गुणनिषेधः भवति. तेन पुष्यति इति रूपं सिद्ध्यते ङिति च इत्यनेन. द्वितीयः बिन्दुः अस्ति अनिदित् धातुना उपधायां नकारलोपः. यत्र इदित् धातुः नास्ति तादृशधातूनाम् उपधायां स्थितवन्तः नकारस्य लोपः जायते यदि ङित् कित् ङित् परे अस्ति चेत् इति अपि एकः स्वभावः वर्तते. तस्य सूत्रमस्ति अनिदितां हल् उपधायाः ङिति इत्यनेन. पुनः सम्प्रसारणं कार्यमपि अस्ति. सम्प्रसारणम् इति चेत् यण् स्थाने इक् आदेशः, यत्र इको यणचि इत्यनेन इक् स्थाने यण् आदेशः भवति, अत्र यण् स्थाने इक् आदेशः भवति. तत् कार्यमस्ति सम्प्रसारणमिति. तादृशकार्यं सम्भवति यदा कित् ङित् परे अस्ति चेत्. अत्रापि उदाहरणं दत्तमस्ति व्यत् व्यत् इति धातोः अनन्तरं शन् ततः परं ति इत्यत्र अस्ति. तत्र यकारस्य स्थाने इकारः जायते, अतः यण् यण् इत्यस्य यकारः अत्र दृश्यते. तादृशयकारस्य स्थाने इकारः भूत्वा वि इति भवति, विध् इति भवति. विध् योग या योग ति विध्यति इति रूपं निष्पद्यते. अत्र सूत्रमस्ति ग्रहिज्या वै व्यति वष्टि विचति वृश्चति पृच्छति भृञ्जतीनां ङिति च इति सूत्रं. तेन सम्प्रसारणकार्यं सम्भवति इति त्रयः स्वभावाः ङित् ङित् इत्यस्य कित् ङित् इत्यस्य स्वभावाः अत्र प्रदर्शितानि सन्ति, प्रदर्शिताः सन्ति. समीचीनं भगिनि, बहु समीचीनं. तर्हि यथा पूर्वं मया उक्तं त्रीणि कार्याणि कित् ङित् प्रत्ययमाश्रित्य त्रीणि कार्याणि. प्रथममस्ति ङिति च इत्यनेन गुणनिषेधः. तत्र पीयोगः श्यन् योगः ते इत्यत्र अत्र सूर्यकुमारी भगिनी वदतु, पीयोगः श्यन् योगः ते इत्यत्र तत्र कथं भवति गुणकार्यं? सार्वधातुक अर्धधातुकयोः एकः गुणः प्रसक्तिः अस्ति. नित् अस्ति चेत् श्यन् निद्वत् भवति चेत् गुणनिषेधः भवति. शन् निद्वत् अस्ति, सार्वधातुकम् अपित् इति निद्वत् अस्ति इति कृत्वा सार्वधातुक अर्धधातुकयोः इति सूत्रं तत्र बाधितम् अस्ति किनिति च इति सूत्रेण. एवमेव पुष् योगः शन् इत्यत्रापि खलु. आम् भगिनि, पुगन्तलघुपदस्य च प्रसक्तिः अस्ति, कार्यं न भवति. हा समीचीनं, तदेव किनिति च इति सूत्रेण गुणनिषेधः. तत्र द्वितीयम् अस्ति अनिदिधातूनाम् उपादायां न लोपः इति. तत्र उदाहरणं दत्तमस्ति भ्रंश इति धातुः. भ्रंश इति धातुः तत्र प्रदर्शयतु कथमस्ति इति. भ्रंश लोपानन्तरम् अलन्तधातुः अस्ति. वस्तुतः धातुः अस्ति भ्रंशु, भ्रंशु इति अस्ति. भ्रंशु तत्र शकार उकारः अनुनासिकः तत्र. भ्रंशु इति धातुः अनिदित् अस्ति वा? भ्रंश अनिदित् अस्ति. अनिदित् अस्ति, यतोहि तत्र वस्तुतः तदा सः धातुः उदित् अस्ति. उदित् यतोहि उकारस्य संज्ञा, अतः उदित् अस्ति. इदित् एव नास्ति, अतः अनिदित् अस्ति धातुः. ह्रस्व इकारः इत्संज्ञा नास् इत्संज्ञकः नास्ति अतः अनिधि धातुः अस्ति ब्रंश् इति धातुः अपि च हलन्तः अपि अस्ति खलु सकारः अस्ति चेत् हलन्तः अस्ति हलन्तः अस्ति इदानीं तत्र किं भवति नच्चपदान्तज्वलि सूत्रेण नकार भवति तद् अग्रे भवति तदग्रे भवति परन्तु इदानीं तत्र किमस्ति अङ्गकार्यमत्र अनुस्वारस्य लोपः भवति अनुस्वारस्य लोपः भवति इति वक्तुं न शक्यते इति पश्यतु समीचीनः नकारस्य लोपः भवति न न समीचीनः चिन्तनं भवती वक्तुमिच्छति तत्र नश्चापदान्तस्य जलि इत्यनेन अनुस्वारः भवति अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन नकारः भवति अनन्तरं नकारस्य लोपः इति वक्तुमिच्छति खलु अत्र पश्यतु अनिदितां हलोपदायकमिति इति सूत्रस्य का सङ्ख्या चत्वारिंशति षष्टाध्यायस्य चतुर्थपादे अस्ति खलु नशापदान्तस्य जलि अनुस्वारस्य ययि परसवर्णः कुत्र अस्ति त्रिपाद्यमस्ति खलु त्रिपाद्यमस्ति तर्हि इदानीं तत्र ब्रंश् इति मूले नकारः एव अस्ति धातौ ब्रंश् इति तत्र त्रयाणां सूत्राणां प्रसक्तिः अस्ति इदानीम् नश्चापदान्तस्य जलि इत्यस्य न द्वयोः सूत्रयोः प्रसक्तिः नश्चापदान्तस्य जलि इत्यस्य प्रसक्तिः अनिदितां हलोपदायाग्निति इत्यस्य प्रसक्तिः तर्हि तयोः मध्ये किं कार्यं करोति प्रथमम् त्रयोः मध्ये अनिदितां भवति किमर्थम् अनिदितां त्रिपाद अस्ति चेत् अनिदितां त्रिपाद्यमस्ति वा क्षम्यतां सपाद सपाद अनिदितां हल उपदायकमिति इति सपादसप्ताध्यायम् अस्ति नश्चापदान्तस्य जलि इति त्रिपादी अस्ति त्रिपाद्याम् अस्ति अतः त्रिपादीसूत्रं न दृश्यते असिद्धम् अस्ति असिद्धम् अस्ति अतः अनिदितां हल उपदायकमिति इत्येव प्रथमं कार्यं करोति अत्र वस्तुतः ब्रंश् इति अनुस्वारः इति न लेखनीयम् अत्र किञ्चित् परिष्करणीयं तत्र ब्रंश् इति नकारः एव लेखनीयं ब्रंश् इति लेखनीयं तत्र ब्रंश् इत्यत्र नकारस्य लोपः भवति अनिदितां हाल उपदायाग्निति इति सूत्रेण लोपः भवति यतोहि ब्रंश् इति धातुः अनिदित् अपि अस्ति हलन्तः अपि अस्ति उपदायां नकारः अपि अस्ति शन् इति प्रत्ययः निद्वत् अपि अस्ति इति सर्वाणि निमित्तानि पूरितानि अतः न लोपः भवति अतः ब्रश्यति इति भवति एवमेव शत्रुप्रत्ययः अस्ति चेदपि एवमेव प्रक्रिया यतोहि शत्रुप्रत्ययः अपि सार्वधात्तुकप्रक्रिया एव खलु तत्रापि अस्तु समीचीनम् अस्तु धन्यवादः इदानीं तत्र विजयभगिनी वदतु सम्प्रसारणी इति अत्र व्यद्योगः श्यन् इत्यत्र सम्प्रसारणं कथं भवति अत्र ग्रहीज्या वै व्यदि अस्ति विच्छति वृक्षति पृच्छति भृजतीनां निति च इति सूत्रेण तत्र सम्प्रसारणं भवति तत्र इक् स्थाने यनादेशः तस्य विपरीकरणं तत्र समीचीनं तर्हि तत्र विपरीतम् इत्युक्ते तत्र अत्र कस्य वर्णस्य स्थाने आदेशः वकारस्य स्थाने वकारस्य स्थाने वा वि इति अस्ति आं भगिनि अत्र एव खलु अत्र यण् स्थाने इक् इति उक्तम् अत्र यण् वर्णः कः यकारः एव वा प्रथमं वकारः अस्ति सः अपि यण् वर्णः खलु आम् अतः वर्णद्वयमस्ति यण् वर्णद्वयमस्ति यण्वर्णद्वयम् अस्ति तथापि अत्र यत्र एतादृशमस्ति यण्वर्णद्वयं भवति तत्र परवर्णस्य एव सम्प्रसारणं भवति तदर्थं सूत्रमस्ति अग्रे पश्यामः परस्य एव तत्र सम्प्रसारणं भवति वकारस्य सम्प्रसारणं न भवति न सम्प्रसारणे सम्प्रसारणम् इति एकं सूत्रमस्ति अग्रे तर्हि सम्प्रसारणसंज्ञकवर्णः परः अस्ति चेत् पूर्वस्य सम्प्रसारणं न भवति इति कृत्वा यकारस्य एव सम्प्रसारणं यकारस्य स्थाने इकारः भगिनि यकार उत्तरवर्ति अकारस्य किं भवति तत्रापि किञ्चित् कार्यमस्ति अग्रे पश्यामः प्रक्रिया कथम् अस्ति इति पश्यामः यकारस्य स्थाने एव इकारः भवति तर्हि इकारः योगः अकारः इति अस्ति तत्र पूर्वपरयोः पूर्वरूपादेशः भवति सम्प्रसारणाच्च इति एकं सूत्रमस्ति तत्र प्रक्रिया कथं भवति इति पश्यामः इदानीं सरलरीत्या पश्यन्तु तत्र यकारस्य स्थाने इकारः तत्र अकारः गच्छति इति चिन्तयतु गच्छति इत्युक्ते वस्तुतः लोपः नास्ति पूर्वपरयोः पूर्वरूपादेशः तर्हि विद्यति इति रूपम् तदेव तत्र अङ्गकार्यमस्ति किमर्थं केवलं व्यद् इत्यस्य सम्प्रसारणम् इत्युक्ते सर्वेभ्यः धातुभ्यः सम्प्रसारणं भवति वा इति चेत् न अत्र सूत्रमस्ति विधायकसूत्रमस्ति ग्रही ज्या वयि वयि व्यधि पष्टि इच्छति पृच्छति पृच्छति पृजतीनाम् इति अस्य सूत्रस्य विवरणमपि अग्रे अस्ति अस्मिन् सूत्रे व्यद् इति अस्ति व्यधि इति अस्ति अतः व्यधि इत्यस्य सम्प्रसारणं भवति अस्तु अरविन्द महोदय अग्रे पठति वा आं महोदय आम् सम्प्रति धातूनाम् आयोजनशैली एकवारं स्मरणीया एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तयिष्यते धातवः चतुर्विधाः एकवारं धातूनां चतुर्दशविधाः क्षम्यताम् एकवारं धातूनाम् आयोजनपद्धतिः काः किमर्थं च इति स्मरणीया वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि पुंसि अकारान्तशब्दाः देव इव इकारान्तशब्दाः मुनि इव उकारान्तशब्दाः गुरु इव ऋकारान्तशब्दाः कर्तृ इव स्त्रिया लता नदी मती धेनु मातृ क्लीबे वन मधु वारि अपि तथा नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः अतः देवशब्दं जानीमः चेत् बहूनां शब्दान् जानीमः एव अपि च प्रक्रियादृष्ट्या सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव रामशब्दस्य व्युत्पत्तिः प्रदर्शिता इयं च व्युत्पत्तिः सर्वेषाम् अकारान्त पुल्लिङ्गशब्दानां कृते प्रतिनिधिः तदैव अग्रे अपि सर्वेषां प्रातिपदिकानां कृते अत्र धातून् धातवः चतुर्विधा विभज्यते चतुर्दशविधा इति अस्ति अत्र आयोजनपद्धतिः किं का किमर्थम् इति अधोभागे दत्तमस्ति तस्य पूर्वं वर्णस्य वयं जानीमः यत् प्रातिपदिकानां तदन्तपदम् अनुसृत्य एवम् आयोजितानि वर्णधातूनां पुल्लिङ्गे तु अकारान्तशब्दः देवशब्द इव इकारान्तशब्दमस्ति चेत् मुनि इव उकारान्तशब्दमस्ति चेत् गुरु इव ऋकारान्तशब्दः अस्ति चेत् कर्तृ इव एव प्रातिपदिकानां तदन्तपदं प्रक्रियारूपेण स्वीकृतमस्ति स्त्रियां स्त्रीलिङ्गस्य अस्ति चेत् लता नदी मदी धेनु मातृ एवं नपुंसकलिङ्गमस्ति चेत् वन मधु वारि अपि तथा तत् किमर्थम् इति चेत् यदा देवशब्दान् बहूनां शब्दानां प्रतिनिधिः एवंविधम् अन्यशब्दाः सर्वे यदि देवशब्दानां सम्पूर्णप्रक्रिया जानीमश्चेत् तत् आधारीकृत्य अन्य अकारान्तपदानां पुल्लिङ्गपदानां प्रक्रिया समाना एव भवन्ति इति. एतादृशम् अन्य इकारान्त उकारान्त ऋकारान्त नपुंसकलिङ्गस्त्रीलिङ्गपुल्लिङ्गानामपि प्रक्रिया पठितुं शक्यते. समीचीनं, बहु समीचीनं महोदय. तर्हि अत्र किम् उक्तम् इति चेत् धातवः चतुर्दशविधाः इति अत्र निर्णयः अस्ति. धातवः चतुर्दशविधाः इति निर्णयः अस्ति. एतादृश विभजनम् अत्र वस्तुतः प्रक्रियाग्रन्थेषु न दृश्यते. प्रक्रियाग्रन्थेषु इत्युक्ते यथा सिद्धान्तकौमुदी इत्यादि ग्रन्थाः, वृत्तिग्रन्थाः सन्ति, तत्र एतादृशविभजनं न दृश्यते. धातवः चतुर्दशविधाः इति विभजनं न दृश्यते. अस्य महत्त्वं किम् इति चेत् अत्र सामान्यतया इदानीं प्रातिपदिकस्य विषये वयं पश्यामः चेत् सर्वत्र पुस्तकेषु एतादृशविभजनं दृश्यते. अकारान्तशब्दः, इकारान्तशब्दः, उकारान्तशब्दः, तत्र एकस्य शब्दस्य प्रक्रिया कथं भवति इति उक्त्वा अन्येषां शब्दानाम् एवमेव प्रक्रिया भवति इति उच्यन्ते. तावदेव, तत्र अन्यत् किमपि न उच्यते. तत्र रामशब्दस्य अकारान्तशब्दस्य प्रक्रिया एवं भवति, सूत्राणि कानि इति सर्वम् उक्त्वा एवमेव अन्ये अकारान्तपुल्लिङ्गशब्दाः इति तावदेव उक्त्वा तत्र समाप्यते. तर्हि वयम् अवगन्तुं शक्नुमः एकस्य पदस्य ज्ञानेन, एकस्य शब्दस्य ज्ञानेन तत्र तस्मिन् ह्रस्वकारान्त सर्वेषां शब्दानाम् अस्माकं ज्ञानं भवति. एवमेव ह्रस्वैकारान्तः, ह्रस्वकारान्तः, ऋकारान्तः, यत्किमपि भवतु, पुल्लिङ्गे वा स्त्रीलिङ्गे वा नपुंसकलिङ्गे वा, तर्हि तत्र एकस्य ज्ञानेन तस्मिन् गणे अन्ये ये सन्ति सर्वेषामपि ज्ञानं भवति. परन्तु एतादृश आयोजनशैली यत् प्रातिपदिकस्य विषये अस्ति, तादृश आयोजनशैली अथवा तादृशी व्यवस्था धातूनां विषये न दृश्यते प्रक्रियाग्रन्थेषु. कौमुदीग्रन्थः वा अन्यग्रन्थः ग्रन्थं स्वीकुर्मः चेत् एतादृशविभजनं न दृश्यते. तदर्थं तत्र प्रथमवारं तत्र मातृभिः पुष्पादीक्षित् महोदयैः एतादृशप्रथम सा चिन्तितवती तत्र पुनः पुनः वारं वारम् एकैकं दातुं स्वीकृत्य प्रक्रिया कथं भवति, कथं भवति, कथं भवति इति चिन्तयामः चेत् तत्र सौलभ्यं नास्ति. अस्माकं मनसि आयोजनं न भवति. अतः सा किं कृतवती इति चेत् सर्वेषां धातूनां विभजनं कृतवती. ओ, ये अत्र ह्रस्वकारान्तदातवः, प्रथमतया हलन्तदातुः, अजन्तदातुः इति तत्र मूलतः विभागः. तत्र धातुपाठे उपद्विसहस्रधातवः सन्ति. तेषु प्रथमं तत्र गणरूपेण विभागः, दिवादिगणे भुवादिगणे दिवादिगणः, रुदादिगणः इति गणरूपेण विभागः. तादृशविभागः तु अस्ति एव पूर्वमपि, तत्र विशेषतया मातृभिः किमपि न कृतं. यदि गणरूपेण यदा विभागः जातः तदानीं प्रत्येकस्मिन् गणे के हलन्तदातवः, के अजन्तदातवः इति प्रथमतया विभागः. तदनन्तरम् अजन्तधातुषु तत्र पुनः विभागः, ह्रस्वकारान्तः, आकारान्तः, ह्रस्वैकारान्तः, उकारान्तः, ऋकारान्तः, ह्रस्वऋकारान्तः, दीर्घऋकारान्तः, अनन्तरम् एजन्ताः इति तत्र विभागः. अकारः, आकारः, ईकारः, ईकारः, उकारः, ऊकारः, ऋकारः, ऋकारः, एजन्तदातवः इति विभागः. तत्पश्चात् तत्र एतादृशविभागः क्रियते चेत् तदानीं ह्रस्वैकारान्तधातोः एकस्य धातोः प्रक्रिया कथम् अस्ति इति वयं जानीमः चेत् सर्वेषां धातूनां वयं ज्ञातुं शक्नुमः. केवलं तत्र कानिचन तत्र केचन धातवः भवन्ति यत्र विशिष्टसूत्राणि भवितुमर्हति. तान् विहाय अन्यत्र सर्वत्र प्रक्रिया समाना भवति. यथा अस्माभिः भुवादिगणे दृष्टम् इगुपदधातुः, अत्र एकस्य धातोः प्रक्रिया कथम् अस्ति इति जानीमः चेत् सर्वेषां वयं ज्ञातुं शक्नुमः. एवमेव इदानीम् अजन्तधातूनां विभागः जातः तत्र. तदनन्तरं हलन्तधातूनां विभागः कथम् इति चेत् उपदायां कः वर्णः अस्ति, ह्रस्वकारः अस्ति वा, ईकारः अस्ति वा, उकारः अस्ति वा, ऋकारः अस्ति वा इति सर्वं दृष्ट्वा तत्र अधुपदधातुः, इदुपदधातुः, उदुपदधातुः, ऋदुपदधातुः इति विभागः. तत्पश्चात् अवशिष्टधातवः, अवशिष्टहलन्तदातवः इति एतादृशविभागं कुर्मः चेत् तत्र चतुर्दशविभागः, चतुर्दशविधाः भवन्ति धातवः. तर्हि किमर्थम् एतादृशविभागः कृतः इति चेत् यतोहि पाणिनीयसूत्राणि तथा एव सन्ति. पाणिनीयसूत्राणि कथं सन्ति इति चेत् अजन्तधातूनां कृते अन्तिमवर्णमाश्रित्य कार्याणि भवन्ति अङ्गकार्याणि. हलन्तधातूनां कृते उपधायां यः वर्णः अस्ति तं वर्णमाश्रित्य कार्याणि भवन्ति इति कृत्वा मातृभिः किं कृतम् इति चेत् सा दृष्टवती इदानीं सूत्राणि एवमेव सन्ति सूत्राणि, अतः तत्र धातूनामपि आयोजनम् एवमेव कुर्मः चेत् तत्र सौलभ्यं भवति, एकस्य ज्ञानेन बहूनां ज्ञानं भवति इति कृत्वा एतादृश आयोजनं प्रथमतया सा कृतवती इत्येव तस्याः वैशिष्ट्यं वर्तते. तर्हि इदानीं प्रातिपदिकस्य विषये यादृशव्यवस्था अस्ति सर्वत्र तादृशी व्यवस्था धातूनां विषये अपि वयं कर्तुं शक्नुमः इति अग्रिमपरिच्छेदे उक्तमस्ति. तद् वयं तत्र एकवारं पठित्वा समापयामः. तत्र शुभदा भगिनी पठति वा? अस्ति वा भगिनि? आं भगिनि, पठामि. श्रूयते वा? श्रूयते. कुतः पठामि भगिनि? परन्तु यद्यपि धातूनां कृते. अस्तु. परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतं, न सिद्धान्तकौमुद्यां न वा अन्यत्र. अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया. तया सर्वे 2000 धातवः चतुर्दशसु विभागेषु विभक्ताः, 9 अजन्तधातूनां श्रेण्यः, 5 च हलन्तधातूनां श्रेण्यः. अजन्तधातवः अन्त्यक्रमेण आयोजिताः, हलन्तधातवः उपधाक्रमेण विभक्ताः. किमर्थं तथा? पाणिनेः सूत्राणि तथा सन्ति. अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति, अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः. अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्ताः च. हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यम् उपधाम् अनुसृत्य भवति, नाम अन्तिमवर्णात् प्राक् यः वर्णः तम् अनुसृत्य इति. अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः च इति. अग्रे पठामि वा भगिनि? न, तावद् वदतु. अस्तु अस्तु. धातूनां कृते ये उपद्विसहस्रं धातवः सन्ति, ते धातवः तु सिद्धान्तकौमुद्यां वा अन्यत्र अन्ये ग्रन्थेषु अपि प्रक्रियाम् अनुसृत्य तत्र न व्यवस्थापिताः. यदा यदा ये धातोः प्रसङ्गः भवति तदा तदा तस्य धातोः कृते तां प्रक्रियां तत्र आयोजिता अस्ति सिद्धान्तकौमुद्यां वा अन्यत्र. परन्तु मात्रा दीक्षितपुष्पया पुष्पामात्रा एते 2000 धातवः सा चतुर्दशसु विभागेषु विभक्ताः. तत्र अजन्तधातूनां 9 विभागाः भवन्ति. ते सर्वे विभागाः अन्तिमं स्वरम् अनुसृत्यं भवन्ति. अपि च ये हलन्तधातवः सन्ति तेषां कृते उपधाम् आश्रित्य तस्य विभाजनं कृतमस्ति. अतः अजन्तधातवः नवविभागेषु विभक्ताः भवन्ति. अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः एजन्ताः. एते 9 विभागाः अजन्तधातूनां कृते. अधुना हलन्तधातूनां कृते तु उपधाम् आश्रित्य नाम अन्तिमवर्णात् यः प्राक् यः वर्णः ताम् आश्रित्य 5 विभागाः तया दत्ताः. अदुपधाः, इदुपधाः, उदुपधाः, ऋतुपधाः, शेष इति शेषधातवः इति. एतादृशी व्यवस्था मात्रा दीक्षितपुष्पया कृता अस्ति. समीचीनं भगिनि, समीचीनं. यथा तत्र यथा इदानीं मयापि प्रतिपादितं तदेव तत्र एतादृशविभागाः सन्ति. अस्य सौलभ्यं किम् इति चेत् एकस्य ज्ञानेन अस्माकं मनसि आयोजनं भवति, ज्ञानस्य सम्यक्तया आयोजनं भवति, येन वयम् एकस्य ज्ञानेन सर्वेषां ज्ञानं प्राप्तुं शक्नुमः इति एव सारांशः अस्ति. तर्हि अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? अस्तु तर्हि धन्यवादः, नमस्कारः. धन्यवादः भगिनि. धन्यवादः.